गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अद्यतनपाठः भवति इन्द्रियाणां प्राप्यकारित्वम्। कस्मिन् सन्दर्भे एषः पाठः भवति इति चेत् शब्दनुरूपणम् इत्यत्र स्मः। श्रोत्रग्राह्यो गुणः शब्दः, तत्र दलसार्थकमपि अस्माभिः कृतं। श्रोत्रग्राह्यत्वे सति गुणत्वं शब्दस्य लक्षणम्। श्रोत्रग्राह्यत्वम् इति दलं न वदामश्चेत् केवलं गुणत्वम् इति एव दलं स्वीकुर्मश्चेत् अन्येषु सर्वेषु गुणेषु अतिव्याप्तिः। यदि गुणः इति पदं त्यजामश्चेत् तत्र गुणत्वम् इति जातौ अतिव्याप्तिः इति कृत्वा दलद्वयमपि आवश्यकम्। अपि च आकाशमात्रवृत्तिः, केवलम् आकाश एव लभ्यते, सः द्विविधः ध्वन्यात्मकः वर्णात्मकः। तत्र ध्वन्यात्मकः भेर्यादौ वर्णात्मकः संस्कृतभाषादिरूपः। तत्र पुनः द्विधा विभक्तमस्ति, संयोगजः विभागजः इति, तदेव सः एव शब्दः द्विधा विभक्तः अस्ति, संयोगजः। यदा संयोगः जायते तदा शब्दः उत्पद्यते, यदा विभागः जायते तदापि शब्दः उत्पद्यते इति एतत् सर्वम् अस्माभिः अधीतम्। तत्र इन्द्रियाणां प्राप्यकारित्वं, तर्हि प्रथमपङ्क्ति गते वर्गे पठितं किन्तु पुनः पठेम। अस्तु, श्रीराममहोदय आरब्धुमिच्छति वा? आं महोदय, आं महोदय। शब्दज शब्दस्थले अस्ति विस्तरेण निरूपणीयं। वक्तुः मुखम् उद्देशे वर्तते, क्षम्यता, मुखं यद्देशे वर्तते ताल्वादि अभिघातैः तद्देश अवच्छेदेन एव आकाशः शब्दोत्पत्तिः, आकाशे शब्दोत्पत्तिः भवति। स च मुख अवच्छेदेन आकाशे उत्पन्नः शब्दः कथं श्रोतुः श्रोत्रेन्द्रियं प्राप्नुयात्? शब्दे गुणात्मके कथं श्रोत्रदेशप्राप्ति अनुकूला क्रिया भवेत्? द्रव्यनिरूपणावसरे आवेदितम् एव अस्माभिः गुणक्रिययोः द्रव्यमात्रनिष्ठत्वम्। अत्र शब्दजशब्दस्थले इति कश्चन सिद्धान्तः, शब्दजशब्द इति कश्चन सिद्धान्तः अस्ति। तत्र किम् इत्युक्ते प्रथमप्रश्नः अस्ति, यदा मुखात् शब्दः जायते तत्र ताल्वादि अवयवानां संयोगेन वा विभागेन वा तत्र शब्दः उत्पद्यते, सः शब्दः कथं वा श्रोतुः श्रोत्रेन्द्रियं प्राप्येत् कथं वा प्राप्येत् इति प्रश्नः अस्ति। किमर्थम् इत्युक्ते शब्दः इति गुणः, कथं वा गुणे क्रिया गमनक्रिया भवेत् इति प्रश्नः। इत्युक्ते कुतः कुत्र गन्तव्यं शब्दः? श्रोतुः श्रोत्रेन्द्रियं प्रति गन्तव्यं तु, शब्दस्य उत्पादनं तु मुखे भवति। अस्तु, तर्हि कः क्लेशः अस्ति? किमर्थं शब्दः मुखात् श्रोतुः श्रोत्रं प्रति न गच्छति? तत्र अस्ति, तत्र शब्दः आकाशस्य शब्दात्मकम् आकाशः इति अस्ति, शब्दगुणकम् आकाशः, तस्य गुणपदम् अस्ति शब्दः, आकाशस्य गुणः अस्ति, आकाशे विद्यमानगुणः अस्ति, तदा कथं वा तत्र आकाश एव आकाश इव तस्य निरूपणम् अस्ति शब्दस्य इति कृत्वा तदा कथं शब्दस्य गमनक्रिया भवेत् इति प्रश्नः भवति. विभुत्वम् आकाशस्य अस्ति. अस्तु महोदय, एतादृशं चिन्तयतु. अस्तु, इदानीं शब्दः इति गुणः खलु, सत्यं, गुणे क्रिया भवति वा इति चिन्तनीयं. तदेव प्रश्नः. तदपि तदस्ति गुणे क्रिया. तदेव वस्तुतः, तदपि इति नास्ति, तदेव प्रश्नः, तदेव क्लेशः. गुणे क्रिया भवति वा न भवति? कुत्र भवति क्रिया? द्रव्यां, द्रव्ये एव भवति. हा, द्रव्येषु एव क्रिया भवति. अतः एव तत्र अन्तिमवाक्ये किं लिखितं, द्रव्यनिरूपण अवसरे आवेदितमेव अस्माभिः गुणक्रिययोः द्रव्यमात्रनिष्ठत्वं. तत्र मात्रपदं योजितं खलु. तर्हि क्रिया कुत्र जायते इति चेत् केवलं द्रव्ये एव जायते. अत्र अस्माकम् इष्टः कः? शब्दः मुखदेशात् श्रोत्रदेशं प्रति गन्तव्यं. शब्दः कथं वा गच्छति? शब्दस्य क्रिया नास्ति, गमनसामर्थ्यं नास्ति. यद्यपि वयम् अनुभवामः तदापि तत्र तादृश भवितुमर्हति इति, क्रिया गुणे न भवितुमर्हति. हा, इति प्रश्नः एकः. अत्र पश्यतु, गुणे क्रिया न भवति. क्षम्यताम् एकनिमिषम्. हा, गुणे न क्रिया न भवति इति एकः प्रश्नः. तर्हि इदानीं कन्दुकमस्ति इति चिन्तयन्तु. कन्दुके नीलरूपमस्ति. तर्हि यदा कन्दुकं जायते, धावनं करोति, तदा कन्दुके विद्यमाननीलरूपस्यापि धावनं भवति खलु. नीलरूपमपि इतः तत्र गच्छति. यत्र कन्दुकः अस्ति तत्र नीलरूपमपि भवति. हा, तर्हि प्रथमं तु गुणः स्वयं गुणे क्रिया न भवति इति एकः. तर्हि भवतु, इदानीं शब्दः इति गुणः कस्मिन् द्रव्ये अस्ति? आकाशे अस्ति. हा, तर्हि यदि आकाशे क्रिया जायते तदा शब्दः अपि गच्छति खलु. गच्छति, सत्यं. तु आकाशे क्रिया न भवितुमर्हति. आकाशे विभुः अस्ति, मूर्तद्रव्यं नास्ति. मूर्तद्रव्ये एव क्रिया भवति. हा, बहु समीचीनम् इति बिन्दुद्वयम् अवगन्तव्यमस्ति. गुणे क्रिया यदा कदापि न भवति इति प्रथमक्लेशः. भवतु, यदि गुणस्य आधारीभूतद्रव्ये क्रिया भवति तर्हि गुणः अपि गुणे अपि क्रिया भवति खलु, सम्बन्धपरम्परासम्बन्धेन. तर्हि अत्र आकाशे क्रिया भवति वा इति चेत् आकाशः विभुः. विभुद्रव्यस्य लक्षणं एतदेव, यस्मिन् क्रिया न भवति तदेव विभुः इति. तर्हि आकाशे अपि क्रिया न भवति, शब्दे स्वयं क्रिया न भवति. तर्हि कथं वा शब्दः मुखदेशात् श्रोत्रदेशं प्रति गच्छति इति प्रश्नः. प्रश्नः बुद्धं खलु इदानीम्. इति प्रश्नः अस्ति. एकमेव मया अवगतम्, ते क्रिया गुणे न भवितुमर्हति इति. द्वितीयं न अवगतम्, इदानीम् अवगतम्. हा, तर्हि सम्पूर्णरीत्या चिन्तयामश्चेत् येन केनापि प्रकारेण शब्दे क्रिया न आपतति. द्रव्येण वा स्वेन वा न भवति इति कृत्वा कथं वा तर्हि इदानीं शब्दः इतः तत्र गच्छति इति तत्र किमपि प्रक्रिया वक्तव्यं खलु, आवश्यकता अस्ति. सत्यम्. अस्तु, तर्हि अग्रिमपरिचयं भवान् एव पठतु महोदय. तर्हि श्रोत्रेन्द्रियं वक्तुं मुखदेशं यातु इति चेत् न एतदपि सम्भवति. श्रोत्रियस्यापि आकाशरूपत्वं, विभुत्वं, क्रियारहितत्वं च तन्निरूपणे निरूपितं. चक्षुरेन्द्रियस्य च मूर्तस्य सम्भवति क्रिया, यत् घटं स्वस्थानस्थितम् अपि प्राप्य युक्त्वा तत् प्रत्यक्षं जनयति. श्रोत्रिन्द्रियं वक्तुः मुखदेशम् आनयामः इति वदामश्चेत् तद् न भवति. श्रोत्रिन्द्रियं यः शृणोति तस्मिन्नेव भवति. श्रोत्रियस्यापि तत्र श्रोत्रिन्द्रियस्य लक्षणम् इत्युक्ते स्वभाव इत्युक्ते आकाशरूपत्वं तस्य अस्ति, विभुत्वं, क्रियारहितत्वं. श्रोत्रेन्द्रियं किमर्थं तादृशम् अस्ति चेत् श्रोत्रेन्द्रियम् इत्युक्ते आकाशस्य परिच्छिन्न देशः एव श्रोत्रेन्द्रियम् इति वदति अहं चिन्तयामि. हा इत्युक्ते श्रोत्रेन्द्रियं किम् इति चेत् आकाशः एव, आकाशः एव किञ्चित् परिच्छिन्न भवति तावदेव. यथा यथा घ्राणेन्द्रियं पार्थिवमस्ति, यथा रसनेन्द्रियं जलीयमस्ति, यथा चक्षुरिन्द्रियं तैजसमस्ति, यथा त्वगिन्द्रियं वायवीयमस्ति, तथा श्रोत्रेन्द्रियम् इत्युक्ते केवलम् आकाशः, अपि च आकाशस्य एकत्वं विभुत्वमपि अस्माभिः स्वीकृतं. तर्हि श्रोत्रेन्द्रियम् इतः तत्र गच्छति वा इति चेत् श्रोत्रेन्द्रियस्यापि तादृशसामर्थ्यं नास्ति, सामर्थ्यं नास्ति. किमर्थम् आकाश श्रोत्रेन्द्रियम् इत्युक्ते किम्? आकाशः एव. तर्हि आकाशः आकाशः विभुः इत्यतः इतः ततः तत्र न गन्तुं तस्य सामर्थ्यं नास्ति. तर्हि श्रोत्रेन्द्रियमपि वक्तुः मुखं प्रति न आनेतुं शक्यते. सत्यम् इति तस्य गमनं नास्ति इति कृत्वा तद् प्रक्रियायां तत्र शब्दस्य गमनार्थं श्रोत्रेन्द्रियं गच्छति इति न वक्तुं शक्नुमः. हा किन्तु अत्र अन्तिमवाक्ये किं लिखितमस्ति? चक्षुरेन्द्रियस्य च इदानीं चक्षुरेन्द्रियस्य विषयं पश्यामश्चेत् तत्र यत्किमपि वस्तु अस्माकं पुरतः अस्ति चेत् चक्षुरेन्द्रियं साक्षात् तत्र गत्वा तत्र वस्तुनः प्रत्यक्षं जनयति इति अस्ति. तेजसः अस्ति चक्षुरेन्द्रियं, तैजसीय इन्द्रियं, तैजसीय इन्द्रियम् इति कृत्वा तत्र तैजसीय इन्द्रियम् इति कृत्वा तस्य गमनं तत्र भवितुम् अर्हति केवलं चक्षुरेन्द्रिये. सत्रियम् इति तादृशस्वभावः श्रोत्रेन्द्रियस्य नास्ति. सत्यं. तर्हि प्रत्यक्षं चक्षुषा प्रत्यक्षं कथं भवति इति चेत् चक्षुरिन्द्रियं स्वयं यत्र विषयः अस्ति तत्र गच्छति इति नैयायिकानां प्रक्रिया अस्ति. तादृशं श्रोत्रेन्द्रियं यत्र कुत्रापि न गन्तुं शक्यते इति भेदः अस्ति. तर्हि श्रोत्रेन्द्रियमपि यत्र शब्दः उत्पद्यते तत्र गन्तुं सामर्थ्या नास्ति, स्वयं शब्दे क्रिया जनितुं सामर्थ्यं नास्ति, पुनः आकाशस्यापि तादृशसामर्थ्यं नास्ति. तर्हि कथं वा मुखात् शब्दः श्रोत्रेन्द्रियं प्रति गच्छति इति इदानीमपि प्रश्नः अस्ति. अहं पूर्वम् अस्मिन् विषये चिन्तितवान् बहुकालं पूर्वम् अत्र अहं चिन्तितवान् यथा चक्षुरेन्द्रियं बहिः गच्छति अद्वैतमते उदाहरणं ददाति चक्षुरेन्द्रियं यथा इति तादृशमेव श्रोत्रेन्द्रियम् इति चिन्तितवान् अत्र नास्ति इति. आम् अद्वैतमते अपि एतादृशमेव. अद्वैतमते अपि श्रोत्रेन्द्रियम् आकाशीयं किन्तु तत्र प्रक्रिया भिन्ना अस्ति. भवतु इदानीं तस्मिन् विषये न चिन्तयामः. अस्तु इति इदानीमपि प्रश्नः अस्ति. अस्तु मेहुल् महोदय अग्रे पठति वा? आं महोदय. इन्द्रियाणां स्वभाव एषः यत् प्राप्यकारित्वं को अर्थः? यस्य पदार्थस्य प्रत्यक्षम् इन्द्रियेण भवति तेन तस्य सम्बन्धः संयोगः समवायो वा भवत्येव. कुतः एतत्? यदि स्वासम्बन्धमपि अर्थं चक्षुरादीनि ज्ञापयेयुः तदा भित्यादिव्यवहितानाम् अपि ज्ञानं जनयेयुः, न च तथा दृष्टम्. अतः सम्बन्धः आवश्यकः. चक्षुरिन्द्रियं तेजोरूपं मूर्तमिति बहिर्निर्गत्य घटे संयुक्तं सत् घटप्रत्यक्षजनकम्. अस्तु अत्र इन्द्रियाणां स्वभावः प्राप्यकारित्वम् इति अस्ति, तस्य अर्थः कः? तर्हि यस्य पदार्थस्य प्रत्यक्षं, हा इन्द्रियेण यदि वयं प्रत्यक्षं पदार्थं पश्यामः चेत् तत्र तेन सह पदार्थेन सह इन्द्रियस्य सम्बन्धः भवति एव, संयोगः सम्बन्धः भवति अथवा समवायसम्बन्धः भवति, परन्तु किमपि सम्बन्धः भवति एव. कुतः एतत् तस्य प्रश्नः अस्ति कथं कथम् एतत् आगतं. यदि अत्र अग्रे दत्तं यदि स्वसम्बन्धम् अपि अर्थं चक्षुरादीनि ज्ञापयेयुः, अग्रिममस्ति तदा विद्यादिव्य व्यवहितानाम् अपि व्यवहितानामपि ज्ञानं जनयेयुः. अत्र यदि वयं न दृश्यामः चेत् तत्र मध्ये भित्ति यदि अस्ति, व्यवधानम् अस्ति, तदापि तथापि वयं ज्ञानं अस्माकं ज्ञानं जन भवति यदा साक्षात् प्रत्यक्षं न पश्यामि चेत् अपि, तर्हि तत्र कथम् इन्द्रियेण सह सम्बन्धः भवति, तत्र कोऽपि सम्बन्धः नास्ति इति अहं मन्ये. परन्तु अग्रे गतम् अतः सम्बन्धः आवश्यकः इति एव. अत्र द्वितीय अत्र यदि इति शब्दस्य अनन्तरम् एकः शब्दः अस्ति खलु, तद् एकवारं पठतु. स्वसम्बन्धम् अपि अर्थम् इति, स्वसम्बन्धमपि इत्युक्ते सम्बद्धमपि इत्युक्ते स्वसम्बन्ध अपि स्वसम्बन्धम् अपि तत्र समीचीनतया भवता न पठितम् अतः एव क्लेशः भवतः मनसि. अत्र सन्धिः स्व असम्बद्धमपि स्व असम्बद्धमपि हा तर्हि अस्तु. तर्हि तत्र सम्बन्धः नास्ति चेदपि वयं ज्ञातुं शक्नुमः इति चेत् हा इति चेत् इत्युक्ते सम्बन्धं विना अपि चक्षुषा इदानीं चक्षुः अस्ति, चक्षुरिन्द्रियमस्ति, चक्षुरिन्द्रियस्य विषयमस्ति, घटः अस्ति. यदि घटचक्षुषोः मध्ये सम्बन्धः सम्बन्धं विना अपि चक्षुषा घटः गृहीतुं शक्यते चेत्, घटं गृहीतुं शक्यते चेत्, तर्हि मध्ये भित्तिः अस्ति चेत् तस्मात् परं घटः अस्ति चेत् तस्य ग्रहणं किमर्थं न स्यात्? तर्हि सम्बन्धः आवश्यकः. चक्षुर् तत्र इन्द्रियेण सह सम्बन्धः आवश्यकः अस्ति. यदि सम्बन्धः नास्ति तथा ग्रहणं न भवति. अतः किं वदेम, चक्षुरिन्द्रियं नेत्रात् बहिः गत्वा विषयं प्रति गत्वा तस्य तेन सह सम्बन्धं भूत्वा तदनन्तरं प्रत्यक्षं कारयति इति. हा हा तदेव अग्रे दत्तं, बहिर्निर्गत्य घटे संयुक्तं सत् तदा एव घटप्रत्यक्षजनकं घटस्य ज्ञानं जनयति. अस्तु इति अस्ति. तर्हि अग्रे पठनात् पूर्वं भवान् एव स्वयं चिन्तयतु, तस्य एतद् आधारीकृत्य, एतादृशचिन्तनस्य चिन्तनम् आधारीकृत्य अन्येषाम् इन्द्रियाणाम् इत्युक्ते इदानीं श्रोत्रेन्द्रियं त्यजतु, श्रोत्रेन्द्रियं तु आकाशीयम्, अन्येषाम् इन्द्रियाणां का गतिः इति स्वयं चिन्तयतु. ग्राणेन्द्रियम् इति स्वीकरोतु. हा ग्राणेन्द्रियम् अपि तत्रापि ग्राणेन्द्रियमपि बहिर्निर्गत्य अस्माकं ज्ञानं जनयति. तस्य किमपि किं वदामि अहं, स्मेल् इति आगच्छति, अतः वयं शक्नुमः. हा गन्धः आगच्छति, अतः ग्राणेन्द्रियेण गन्धम् अनुभवामः चेत् वयं ज्ञातुं शक्नुमः तत्र किमपि अस्ति इति. एकनिमिषम्. अस्तु तर्हि इतोपि किञ्चित् अवगमनं भवेत् अत्र. अस्तु प्रथमं वदतु, चक्षुरिन्द्रियं बहिः गत्वा प्रत्यक्षं जनयति इति प्रक्रिया अस्ति खलु. किम् आधारीकृत्य एषा प्रक्रिया कथं वा वयं वदामः अत्र चक्षुरिन्द्रियं बहिः गच्छति तादृशसामर्थ्यं तस्य अस्ति इति किमर्थम् अङ्गीकुर्मः? वस्तुतः नेत्रं यत्र अस्ति तत्रैव अस्ति खलु, तस्य बहिर्गमनं येन केनापि न दृष्टम्, किन्तु तादृशसामर्थ्यं चक्षुरिन्द्रिये अस्ति इति किमर्थं स्वीकुर्मः? तस्य कारणं किम्? अहं सम्यक्तया न जाने, परन्तु अनुमानं कर्तुं शक्नोमि किञ्चित्. तत्र यत् वयं पदार्थः घटमपि घटमिति स्वीकुर्मः चेत्, घटस्य रूपं यदि वयं पश्यामः चेत्, घटः अस्ति चेत् तस्य रूपं चक्षुरेन्द्रियेण अस्माकं मनसि आगच्छति. अतः वयं ज्ञातुं शक्नुमः, ओ एतत् घटः अस्ति अत्र, एषः घटः इति. हा, किन्तु तादृशचिन्तनं मम प्रश्नस्य उत्तरं न भवति. अस्तु, किञ्चित् चिन्तयन्तु. अन्येषां चिन्तनं किम् अत्र? महोदय, अहं चिन्तयामि, यदा पूर्वम् अस्माभिः पठितं यत् आं तादृशचिन्तनम् अस्ति, इदानीं चक्षुः उन्मीलितः अस्ति चेत् तदा तत्र प्रभारूप प्रभा कश्चन काश्चन प्रभा निर्गम्य तत्र वस्तु प्रति पतति, तदेव तद् प्रभया तत्र अस्माकं मनसि अथवा आत्मनि प्रत्यक्षज्ञानं भवति. तदा वदामः तत्र चक्षुरेन्द्रियं निर्गच्छति इति वदामः. हा, चिन्तनं समीचीनमस्ति, किञ्चु इतोपि किञ्चित् चिन्तनीयं. भवतः दिशि समीचीनमस्ति, तर्हि अस्तु एतदेव उदाहरणं स्वीकुर्मः. प्रभा कृष्णस्तारागवर्धि महोदय, न कृष्णस्तारागवर्ति कुत्र चक्षुरिन्द्रियम् अस्ति इति चेत् नेत्रे कृष्णताराग्रे अस्ति, तावदेव मम प्रश्नः. तद् नास्ति. अस्तु, शिरा महोदय भवानेव वदतु. प्रभा इति अस्ति खलु, इदानीं हस्त करदीपमस्ति, टार्च् लैट्, ततः प्रभा बहु दूरं गत्वा विषयाणां प्रकाशनं करोति खलु. सत्यं. तर्हि प्रभा इति कीदृशमस्ति? तैजसम् अस्ति. हा, प्रभा तैजसम् इत्यतः प्रभा इतः तावत् गत्वा प्रकाशं कारयति इति वक्तुं शक्यते. एवमेव चक्षुरिन्द्रियं कीदृशम्? चक्षुरिन्द्रियं कीदृशं कीदृशद्रव्यम् इति कृत्वा, तर्हि एतदेव मुख्य सिद्धान्तः अस्ति. इत्युक्ते चक्षुरिन्द्रियं तैजसम् इति कृत्वा यथा प्रभा तैजसम्, अतः एव तत्र करदीपात् तावत्पर्यन्तं गत्वा तत्र संयोगः भूत्वा, किमर्थं चेत् तत्र घटः अस्ति चेत् घटेन सह संयोगः भूत्वा तस्य प्रकाशनमपि करोति. प्रभा तैजसम् इति कृत्वा यत्र तस्य प्रकाशः न पतति तस्य ज्ञानमपि न जनयति यस्य कस्यापि वस्तुनः उपरि न पतति चेत् तस्य ज्ञानं न भवति. किन्तु सत्यं, किन्तु अस्माकम् अत्र चिन्तनं तस्मिन् विषये नास्ति. अत्र चिन्तनं किं, प्रभा किमर्थम् इतः तत्र गच्छति? गच्छति गच्छति खलु, प्रभा स्वयं करदीपात् यत्र घटः अस्ति तावत्पर्यन्तं गत्वा घटे पतित्वा तदनन्तरं तस्य प्रकाशमपि करोति. तर्हि तादृशसामर्थ्यं प्रभायां कथं स्यात् इति चेत् प्रभा तैजसीयम् इति यथा वदामः तथा चक्षुरिन्द्रियमपि तैजसीयम् इति कृत्वा इदानीं यथा प्रभायाः सामर्थ्यमस्ति तथा चक्षुषोः अपि सामर्थ्यमस्ति, इतः तावद् गत्वा तत्र प्रकाशनमपि करोति, रूपस्य प्रकाशनं करोति, अपि च तस्य आधारीभूतद्रव्यस्यापि प्रकाशनं करोति. इति चिन्तनं. तर्हि अस्य प्रश्नस्य उत्तरमस्ति, मम प्रश्नः कः आसीत्, कथं वा वदेम चक्षुरिन्द्रियं बहिः गच्छति, चक्षुरिन्द्रियं तैजसीयम् इत्यतः तस्य बहिर्गमनसामर्थ्या अस्ति, समर्था अस्ति इति. अस्तु, एवम् इदानीं मेहुल् महोदय भवानेव चिन्तयतु, भवता उक्तं ग्राणीन्द्रियमपि बहिः गच्छति इति, तर्हि ग्राणीन्द्रियं कीदृश इन्द्रियम्? घ्राणीमिति पृथ्वी पृथ्वी पृथ्वी पार्थिव पार्थिवेन्द्रियमस्ति खलु, पार्थिवेन्द्रियं पार्थिव पृथिव्यां तादृशसामर्थ्यमस्ति वा, इतः स्वयं तावत् गन्तुं सामर्थ्यमस्ति वा? नास्ति नास्ति. हा इति कृत्वा ग्राणीन्द्रियं स्वयं यत्र अस्ति तत्रैव तिष्ठति, बहिः न गच्छति. तर्हि कथं वा गन्धस्य ग्रहणं भवति इति चेत्, गन्धः स्वयं, गन्धः कुत्र अस्ति, पार्थिवकण कणेषु अस्ति खलु, पार्थिवकणाः वायुना सह मिश्रणं भूत्वा ग्राणं प्रति आगच्छति विपरीतरीत्या. चक्षुरूपं चक्षुरिन्द्रियस्य कार्यं विपरीततया, इत्युक्ते विषयं विषयः यत्र अस्ति तत्रैव तिष्ठति, चक्षुरिन्द्रियं तत्र गत्वा प्रत्यक्षं जनयति, किन्तु ग्राणेन्द्रियं कुत्र अस्ति, यत्र अस्ति तत्रैव अस्ति, नासिकाग्रे एव ग्राणेन्द्रियम् अस्ति. तर्हि इदानीं गन्धः तस्य आधारभूति द्रव्येण सह वायुना मिश्रणं भूत्वा इतः आगच्छति, ग्राणेन्द्रियं प्रति आगच्छति. यदि न आगच्छति तर्हि अत्र किमिति प्रत्यक्षं न भवति. अतः एव भवतु, इदानीं तत्र चन्दनवृक्षः अस्ति इति चिन्तयतु, चन्दनवृक्षं वृक्षस्य समीपं यदा गच्छामश्चेत्, बहु समीपं गच्छामश्चेदेव तस्य गन्धस्य ग्रहणं भवति, किञ्चित् दूरं तिष्ठामश्चेत् तत्र ग्रहणं गन्धस्य ग्रहणं न भवति, किन्तु यावद्दूरं तिष्ठामः तथापि अत्र चन्दनवृक्षम् अस्ति इति चक्षुषा गृहीतुं शक्यते. किमर्थमित्युक्ते चक्षुरिन्द्रियं यत्र अस्ति, इदानीं चन्द्रमा अस्ति खलु आकाशे, बहु दूरम् अस्ति, तथापि चन्द्रमायाः ग्रहणं चक्षुषा गृहीतुं शक्यते. किमर्थमित्युक्ते इतः चक्षुः तावत् गन्तुं तावत् तावत् सामर्थ्यमस्ति तस्य, किन्तु इदानीं चन्द्रमसि कीदृशगन्धः अस्ति इति गन्ध ग्राणेन्द्रियेण ग्रहीतुं शक्यते, यदा चन्द्रमा अत्र आगच्छति तदा एव. किमर्थम् इत्युक्ते पार्थिव इन्द्रियमस्ति ग्राणेन्द्रियम्. अस्तु, एवमेव रसनेन्द्रियस्य विषये अपि चिन्तयतु. अस्तु, रसनेन्द्रियमपि तत्र कोऽपि पदार्थः खाद्यपदार्थः अस्ति, तद् रसनेन्द्रियं प्रति आगच्छति चेदेव तस्य प्रत्यक्षं ज्ञानं भवति, अतः चक्षे रसनेन्द्रियमपि बहिर्न गन्तुं शक्नोति. सत्यं सत्यं, जलीयं रसनेन्द्रियं जलीयं, जले तादृशसामर्थ्यं नास्ति, इतः तत्र गन्तुं सामर्थ्यं नास्ति इत्यतः. अस्तु, ग्राणेन्द्रियं यत्र अस्ति तत्रैव तिष्ठति, रसनेन्द्रियमपि यत्र अस्ति तत्रैव तिष्ठति, तत्र विषयाः आगच्छन्ति चेत् तेषां प्रत्यक्षं करोति. अस्तु, त्वगिन्द्रियं त्वगिन्द्रियमपि तथैव वायवीय अस्ति, परन्तु त्वगेन्द्रियम् अपि ज्ञानं कथं भवति त्वगेन्द्रियेण, तर्हि विषयः प्रत्यक्षं त्वगेन्द्रियं प्रति आगच्छति चेत् अथवा त्वगेन्द्रियं स्वयं गन्तुं न शक्नोति खलु, न शक्नोति वायवीयम् इत्यतः वायोः वायौ क्रिया अस्ति, वायौ वायुः स्वयं तत्र इतस्ततः न गच्छति, न गच्छति, तादृशसामर्थ्यं नास्ति. तर्हि प्रथमपञ्चद्रव्येषु केवलं तेजसः तादृशसामर्थ्यमस्ति यत् स्वयम् इतः तत्र गच्छति इति तादृशसामर्थ्यं केवलं तेजसि अस्ति, अन्येषु द्रव्येषु तादृशसामर्थ्यं नास्ति इत्यतः केवलं चक्षुरिन्द्रियमेव इतः बहिः गत्वा प्रत्यक्षं जनयति. अन्यानि सर्वाणि इन्द्रियाणि यदा विषयं तान् प्रति आगच्छति, तानि प्रति आगच्छति, तदा एव तत्र प्रत्यक्षं जनयति. तदेव अग्रिमपरिच्छेदे तदेव. हा, इति पूर्वमेव अस्माभिः चिन्तितं. यदि तर्हि इदानीं पठामश्चेत् झटिति अवगमनं भवति. अस्तु, धन्यवादः महोदय. विजी भगिनी पठति वा अग्रे? आं महोदय, तर्हि तथैव महोदय. तर्हि तर्हि सुगादीनां का कथा? न तानि तेजोरूपाणि, कथं हि जिह्वारूपं स्वादिष्ठानं परित्यज्य जलीयं रसनेन्द्रियं बहिः गच्छेत्? कथं वा नासिकां स्वादिष्ठानं परित्यज्य पार्थिवं घ्राणेन्द्रियं गच्छेत्? इत्थम् एव वायवीयं द्विगीन्द्रियं स्वादिष्ठानं त्वचं परित्यज्य कथं निर्गच्छेत्? श्रोत्रस्य तु उक्तमेव असामर्थ्यं. वयं चक्षुषवन्तः इदानीमेव त्वगि चक्षु इन्द्रियस्य एव तत् सामर्थ्यम् अस्ति, बहिः गन्तुं सामर्थ्यम् अस्ति. तेजसि, स्वयं तेजसि इति कारणेन भवान् दीयते प्रभा इति. अत्र तु त्वगादीनां त्वगादीनाम् इत्युक्ते त्वच् अन्येन्द्रियं रसनं घ्राणम् इति तेजसि नास्ति. अतः कथं हि जिह्वारूपं स्वादिष्ठानां परित्यज्य जलीयं रसनेन्द्रियं बहिर्गच्छति? तत्र जिह्वा रसनेन्द्रियम् अस्ति जिह्वा मध्ये, किन्तु रसनम् अनुभूयते जिह्वया, कथं न बहिर्गच्छति किन्तु जलीयं रसनम् अनुभवितुं शक्यते, कथं वा? अत्र पङ्क्तिशः न पठनीयं, सर्वैः अवगतं खलु? आम् आम्. घ्राणेन्द्रियं पार्थिवम् इत्यतः बहिर्गन्तुं सामर्थ्यं नास्ति, रसनेन्द्रियं जलीयम् इत्यतः बहिर्गन्तुं सामर्थ्यं नास्ति, वायवीयं बहिर्गन्तुं सामर्थ्यं नास्ति, केवलं चक्षुरिन्द्रियस्य तादृशसामर्थ्यमस्ति. श्रोत्रेन्द्रियस्य का गतिः? श्रोत्रेन्द्रियस्य उक्तमेव असामर्थ्यं, तथैव श्रोत्रेन्द्रियस्य. वदतु, किञ्चित् प्रतिपादयतु श्रोत्रेन्द्रियस्य विषये. श्रोत्रेन्द्रियं तु आकाशं, स्वयम् आकाशम् एव. अतः बहिर्गन्तुं सामर्थ्यं नास्ति. गुणः सत्यम् इति गुणः. भगिनि, इदानीम् अस्माकं चिन्तनमस्ति श्रोत्रेन्द्रियस्य विषये, शब्दम् इति अत्र न चिन्तयतु. श्रोत्रेन्द्रियस्य बहिः गन्तुं सामर्थ्यमस्ति स्वयं विभुः. हा, बहु समीचीनम् इति तर्कः. अतः क्रिया नास्ति, मूर्तद्रव्यं नास्ति, मूर्तद्रव्यम् एव क्रिया कर्तुं सामर्थ्यम् अस्ति. अतः आकाशं विभुः द्रव्यम्, अतः मूर्तद्रव्यं नास्ति, अतः बहिर्गन्तुम् असामर्थ्यम् एव. हा, तर्हि ईक्वेशन् वदति चेत् एवं वक्तव्यं, श्रोत्रेन्द्रियं स्वयम् आकाशीयम्, आकाशः तु विभुः, तस्मिन् क्रिया न भवितुमर्हति. तर्हि बहिर्वा तत्र वा इति तादृशचिन्तनमेव न कर्तुं शक्यते. क्रिया नास्ति, क्रिया एव न भवितुमर्हति. तर्हि इदानीमपि प्रश्नः अस्ति, कथं वा मुखात् शब्दः श्रोत्रं प्रति आगच्छति इति इदानीमपि प्रश्नः अस्ति. अस्तु, अग्रिमपरिचयं पठतु. सत्यम् एतत् नेमानि इन्द्रियाणि न इमानि इन्द्रियाणि स्व आश्रयं त्यजन्ति तथापि स्वाधिष्ठानसम्बन्धं सम्बद्धम् आमां सम्बद्धं गृह्णन्ति रसनेन्द्रियं जिह्वया सम्बन्धस्य गुडस्य एव माधुर्यं प्रकाशयति न विप्रकृष्टस्य घ्राणेन्द्रियं नासिकासम्बद्धस्य पुष्पस्य एव गन्धं प्रकाशयति न विप्रकृष्टस्य विप्रकृष्टस्य इति दूरे इति अर्थं न इमानि इन्द्रियाणि स्व आश्रयं त्यजन्ति इत्युक्ते न इमानि इत्युक्ते अन्य इन्द्रियाणि चक्षुषिन्द्रियं विहाय स्व आश्रयं त्यजन्ति स्व इत्युक्ते इन्द्रियस्य आश्रयम् इन्द्रियस्य आश्रयम् इति रसनेन्द्रियम् इत्युक्ते रसनं घ्राणेन्द्रियम् इत्युक्ते गन्धम् इति न त्यजन्ति तथा समीचीनतया वदतु स्व आश्रयम् इत्युक्ते द्रव्यं द्रव्यं न त्यजन्ति वा महोदय उदाहरणार्थम् अत्र घ्राणेन्द्रियम् इति स्वीकरोतु घ्राणेन्द्रियस्य आश्रयः कः घ्राणेन्द्रिय गन्धः भगिनि घ्राणेन्द्रियपार्थिवम् आश्रयः कः घ्राणेन्द्रियं कुत्र वर्तते घ्राणेन्द्रिय नासिका हा बहिर्न गच्छति इति तथापि स्व आदिष्टानसम्बद्धं गृह्णन्ति इत्युक्ते किम् इत्युक्ते न त्यजन्ति किन्तु पुष्पम् अस्ति चेत् तत्र गन्धम् अनुभूयते अस्तु अत्र पदमस्ति खलु स्वाधिष्ठानसम्बद्धं गृह्णन्ति इत्यस्य अर्थः स्व इत्युक्ते जिह्व इन्द्रियम् अधिष्ठानम् इत्युक्ते तत्र द्रव्यं समीचीनतया वदतु स्व इत्युक्ते किं जिह्वा इति इन्द्रियं वा इन्द्रियस्य नाम कः जिह्वा इन्द्रियं जिह्वा इति इन्द्रियमस्ति वा रसनेन्द्रियं हा रसनेन्द्रियं कुत्र अस्ति जिह्वायाम् अस्ति तर्हि स्व इत्युक्ते रसनेन्द्रियं स्व अधिष्ठानं रसनेन्द्रियस्य अधिष्ठानं किं जिह्वा जिह्वा जिह्वया सह सम्बद्धं यदस्ति गुडः नो चेत् लवणं यत्किमपि तस्य ग्रहणं करोति इति अर्थः स्व अधिष्ठानसम्बद्धं गृह्णन्ति इत्युक्ते स्वस्य अधिष्ठानं यदस्ति तेन सह यस्य सम्बन्धः भवति तस्य ग्रहणं करोति इति अर्थः साक्षात् न करोति स्व अधिष्ठानसम्बन्ध गुडः वा लवणं वा तस्य गुणः अनुभूयते किल हा इत्युक्ते प्रथमवाक्यं न इमानि इन्द्रियाणि स्व आश्रयं त्यजन्ति स्वस्य आश्रयं यदस्ति तस्मात् बहिः न गच्छति इति एकः तथापि यद्यपि बहिः न गच्छति तथापि स्वस्य अधिष्ठानं यदस्ति नासिका वा नो चेत् जिह्वा वा बहु वा यत्किमपि तस्य आश्रयमस्ति तेन सह आश्रयेण सह यस्य सम्बन्धः भवति तस्य ग्रहणं करोति इति. अस्तु तर्हि अस्तु तर्हि तत्र पुष्पम् इति स्वीकृत्य वदतु. पुष्पं पुष्पम् अस्ति चेत् पुष्पात् गन्धः आगच्छति. भगिनी वयं न्यायवर्गे स्मः, तर्हि सामान्यभाषेण वक्तव्यं. गन्धः आगच्छति इत्युक्ते गन्धः पुष्पं त्यक्त्वा आगच्छति वा? न न न. घ्राणेन्द्रियं नासिकासम्बन्धस्य पुष्पस्य एव गन्धं प्रकाशयति इति दत्तं. घ्राणेन्द्रियं नासिका साक्षात् पुष्पस्य गन्धं स्वीकर्तुं न शक्नोति, किन्तु घ्राणेन्द्रियं पुष्पस्य गन्धं स्वीकरोति. कथम्? कथम् इन्द्रिय तत् स्वभावमेव किल तत् घ्राणेन्द्रियम्. अस्तु मम प्रश्नस्य उत्तरं वदतु. गन्धः कुत्र अस्ति? पार्थिव न न, इदानीं पुष्पमस्ति खलु. गन्धः पुष्पे अस्ति, पुष्पे अस्ति. गन्धः पुष्पे अस्ति. घ्राणेन्द्रियं कुत्र अस्ति? नासिकायां. घ्राणेन्द्रियं नासिकायाम् अस्ति, गन्धः पुष्पे अस्ति. यदा पुष्पनासिकयोः मध्ये सम्बन्धः भवति तदा परम्परासम्बन्धत्वेन, तर्हि इदानीं पुष्पनासिकयोः मध्ये कः सम्बन्धः भवति? परम्परासम्बन्धमेव. भगिनी परम्परासम्बन्धः इति किमपि सम्बन्धः नास्ति. संयोगसम्बन्धः द्रव्ये संयोगसम्बन्धः. कीदृशद्रव्यमस्ति नासिका? कीदृशद्रव्यम्? अपि च पुष्पं कीदृशद्रव्यम्? नासिका पार्थिवद्रव्यं नासिका. सत्यं. पुष्पं पार्थिवद्रव्यं. सत्यं, बहु समीचीनं. तर्हि इदानीं पुष्पमपि पार्थिवद्रव्यं, नासिका अपि पार्थिवद्रव्यं. भवतु, द्रव्ययोः मध्ये संयोगसम्बन्धः एव भवति खलु? आम्. तर्हि यदा पुष्पनासिकयोः मध्ये संयोगः जायते तदा पुष्पे विद्यमानगन्धः, गन्धस्य ग्रहणं नासिकायां विद्यमानस्य इन्द्रियेण गृह्यते. तर्हि तत्र परम्परासम्बन्धः कः इति एकवारं प्रयत्नं करोति वा? नासिकासम्बन्धस्य पुष्पे घ्राणेन्द्रियं तदनन्तरं इदानीं प्रश्नः अस्ति घ्राणेन्द्रियम् अपि च गन्धः, अनयोः मध्ये कः परम्परासम्बन्धः इति. तर्हि केन परम्परासम्बन्धेन घ्राणेन्द्रियं गन्धस्य ग्रहणं करोति इति वक्तव्यं. घ्राणेन्द्रियं नासिका मध्ये समवायसम्बन्धः तदनन्तरं इति. घ्राणेन्द्रियम् इति कीदृशपदार्थः? पार्थिव संयोगसम्बन्धः घ्राणेन्द्रियं नासिका मध्ये. अस्तु समीचीनं, संयोगः एव भवति खलु. तदनन्तरं नासिका पुष्प मध्ये अपि संयोगसम्बन्धः. सत्यं. तदनन्तरं पुष्पं गन्धं मध्ये समवायसम्बन्धः मध्ये. बहु समीचीनं. तर्हि इदानीं सम्बन्धत्रयमस्ति, घ्राणेन्द्रियं नासिका अपि च पुष्पम् अपि च गन्धं. तर्हि इदानीं वदतु ग्राने ग्राने समवाय संयोग इत्युक्ते स्व इत्युक्ते ग्राणेन्द्रियं ग्राणेन्द्रियं स आति अधिष्ठानम् इत्युक्ते नासिका किल महोदय हा वदतु तर्हि स्व तदनन्तरं किम् उक्तवती स्व अधिष्ठानं स्व आश्रय स्व आश्रय स्व आश्रय स्व आश्रय सम्बन्धस्य तदनन्तरं पुष्पमेव संयुक्तसमवाय सम्बन्ध तर्हि सम्पूर्णरीत्या वदतु स्व आश्रय संयुक्तसमवाय सम्बन्धेन ग्राणेन्द्रियं गन्धं प्रति बहु समीचीनं बहु उत्तमं भगिनि इति चिन्तनीयं स्व आश्रयसंयुक्त स्व आश्रयसंयुक्तसमवायसम्बन्धेन सम्बन्धेन ग्राणेन्द्रियं सम्बन्धेन ग्राणेन्द्रियं गन्धम् अस्तु वस्तुतः अत्र समवाय इति न वक्तव्यं वस्तुतः इतोपि किञ्चित् भिन्नरीत्या वक्तव्यमस्ति किमर्थमित्युक्ते इदानीं ग्राणेन्द्रियं यस्मिन् स्तरे अस्ति तस्मिन्नेव स्तरे नासिका अस्ति नासिका यस्मिन् स्तरे अस्ति तस्मिन्नेव स्तरे पुष्पमस्ति पुष्पं यस्मिन् स्तरे अस्ति तस्मिन् स्तरे एव गन्धः अस्ति वा नो चेत् उपरि अस्ति वा उपरि पुष्पं गन्धम् उपरि उपरि गच्छति चेत् किं वक्तव्यं निष्ठ गन्धं गुणः गन्धं पुष्पे अस्ति न सम्बन्धं यदा परम्परासम्बन्धः वदामः यथा इदानीं भवत्या संयुक्त बहु समीचीनम् उत्तमं भगिनि तर्हि इदानीम् एकवारं वदतु केन सम्बन्धेन ओ ग्राणेन्द्रिय संयुक्त संयुक्त स्व ग्राणेन्द्रियमिति न वदतु स्व स्व संयुक्त आश्रय ओके स्व नो चेत् संयुक्त इति अपि वक्तुं शक्यते किन्तु किमर्थम् आश्रयम् इति वदति चेत् तत्र ग्राणेन्द्रियम् अस्ति खलु आधेयत्वेन आधारे अस्ति इति कृत्वा तद् बोध्य आश्रय इति पदं प्रयुक्तुं शक्यते आम् ओके स्व आश्रय संयुक्त समवेत सम्बन्धेन ग्राणेन्द्रियं ग्रन्थे समवेतत्वसम्बन्धेन तत्र त्वम् अपि योजनीयसम्बन्धेन ग्राणेन्द्रियं ग्रन्थे अस्ति अपार नासिका स्वयं पुष्पेण सह संयुक्त न भवति खलु महोदय यदा पुष्पं नासिकां प्रति आनयामः तदा भवति किञ्चित् दूरे अस्ति चेत् कथं भवति भवान् एव वदतु किन्तु यदा किञ्चित् दूरे अस्ति यदि किञ्चित् दूरे न तादृशं तादृशं स्थापयामश्चेदपि गन्धस्य ग्रहणं भवत्येव सत्यं किन्तु तत्र किं वक्तव्यं तत्र अस्माभिः पठितमेव अस्मिन् विषये तदा गन्धः कथं नासिकां प्रति आगच्छति पठितं मेल् महोदय वदतु वायुना तत्र आगच्छति पार्थिवाः सूक्ष्मकणाः सन्ति अतः ते वायुना ग्राणेन्द्रियं प्रति आगच्छति बहु समीचीनं तदस्माभिः पठितं खलु महोदय तदा स्व आश्रय संयुक्त संयुक्त तदा पुष्पं न भवति, तत्र पार्थिवकणा एव भवति, तदपि द्रव्यं तन्मध्ये वायु अपि भवति, वायु नो चेत् पार्थिवकणाः अपि भवति, साक्षात् पार्थिवकणाः वायुना तत्र संयोगः क्रियते खलु, यदा वायुः पवते तदा तत्र सम्बन्धः कारयति, वायौ क्रिया अस्ति इति कृत्वा। तर्हि किन्तु इदानीं सिद्धान्तः कः इति भवद्भिः अवगतं खलु, तर्हि उचितसम्बन्धः वक्तुं शक्यते, इतोपि किञ्चित् चिन्तनीयं तावदेव। एवमेव अन्यत्र सर्वत्रापि ग्राणेन्द्रिये यथा तथा तथा त्वगिन्द्रिये रसनेन्द्रिये अपि एतादृशसम्बन्धः भवति, स्व आश्रयसंयुक्तत्वसम्बन्धः भवेत्, स्व आश्रयसंयुक्त एकनिमिषं स्व आश्रयसंयुक्तसमवेतत्वसम्बन्धः भवेत्। हा विजि भगिनि महोदय, सर्वदा वायुना एव गन्धः स्वीक्रियते न वा? पुष्पं समीपम् अस्ति चेदपि न, इदानीं पुष्पं साक्षात् नासिकायां स्थापयति चेत् किमर्थं तत्र वायोः आवश्यकता? नासिकाग्रे ग्राणेन्द्रियमस्ति, इदानीं साक्षात् तत्र पुष्पं स्थापयति चेत् भवतु, अत्र अत्र अधिकं चिन्तनम् अधिकचिन्तनस्य आवश्यकता नास्ति, कथं वा ग्रहणं भवति इति अस्माभिः अधीतं खलु, तर्हि सर्वदा वायुना एव भवति इति चेत् भवतु, इदानीमपि एत एषः एव सम्बन्धः भवति। अस्तु महोदय, तत्र पुष्पं नासिकायाम् उपरि अस्ति चेत् समवेदत्वसम्बन्धं वर्तते, दूरे अस्ति चेत् काचन पुष्पाणि दूरे अस्ति चेत् एव तत्र गन्धम् अहम् अनुभवं करोमि। दट् केस् स्व आश्रयसंयुक्तसमवायसम्बन्धग्राणेन्द्रियगन्धम् अस्ति इति न तत्रापि अत्र समवेतं कुत्र अस्ति? समवेतम् इति तयोः मध्ये समवेतम् इति वदामः, समवेतं तत्पदं उपयोगं करोति चेत् तत्र उपरि यत्र निष्ठ उपयोगं करिष्य न महोदय, मम प्रश्नस्य उत्तरं ददातु कृपया। समवेतम् इति पदं प्रयुक्तं खलु, आम्, समवेतम् इत्यनेन कः सम्बन्धः उक्तः? समवायसम्बन्धमेव महोदय। समीचीनं, समवायसम्बन्धः तयोः मध्ये, समवायसम्बन्धः पुष्पं पुष्पगन्धं हा ग्राणेन्द्रियं न सम अत्र सम्बन्धम् इति चेत् द्वयमेव वक्तव्यं, द्वयोः मध्ये एव सम्बन्धः भवति खलु, आम् आम् आम् अस्ति पुष्पं, तर्हि गन्धपुष्पयोः मध्ये समवायसम्बन्धः इति कृत्वा तत्र समवेतम् इति पदं प्रयुक्तम्, आम्, तर्हि समवेतमेव एव भवति सर्वत्र, इत्युक्ते पुष्पं साक्षात् नासिकायाम् अस्ति चेदपि नास्ति चेदपि अन्ततो गत्वा तत्र समवेतम् इत्येव वक्तव्यं, समवेतम् इत्यनेन गन्धपुष्पयोः मध्ये सम्बन्धः एव उक्तः खलु, आं महोदय, तत्र भेदः यदा कदापि न भवति, न भवति, पुष्पं दूरे अस्ति वा समीपे अस्ति वा, सत्यं, समवेतम् इत्युक्ते पुष्पं दूरे अस्ति वा समीपे अस्ति वा, गन्धः तु साक्षात् पुष्पे अस्ति खलु समवायसम्बन्धेन, तद् बोद्धुम् एव अत्र समवेतम् इति पदं प्रयुक्तम्। आं धन्यवादः, धन्यवादः महोदय, अस्तु अस्तु, तर्हि स्वामीमहोदय अग्रे पठति वा? आं महोदय, महोदय एकवारं परिच्छेदं महोदय, असम्बद्धे सत्यपि, असम्बद्धे सत्यपि मालतीपुष्पे अनुभूयते तद्गन्धः इति चेत् तत्रापि वायुना आनीताः पार्थिवाः सूक्ष्माः कणाः न चक्षुषा गृह्यन्ते, घ्राणेन्द्रियेण सम्बद्धेषु तेषु तत् गन्धप्रत्यक्षं जायते एवं त्वगीन्द्रियस्य तदपि च त्वचा सम्बन्धस्य सम्बद्धस्य जलस्यैव शीतस्पर्शं गृह्णाति न तु विप्रकृष्टस्य. इदानीमेव अस्मिन् विषये चिन्तितं, तर्हि बहु किमपि न वक्तव्यं, केवलम् अत्र सारांशः वदतु महोदय. पुष्पं यदस्ति तत् साक्षात् सम्बन्धं नास्ति, किञ्चित् दूरं प्रायः अस्ति. तस्य घ्राणं कथं भवेत् इति चेत् वायुना पार्थिव कणाः आगत्वा तस्य प्रत्यक्षं भवति, गन्धप्रत्यक्षं भवति. महोदय, यत्र उपसर्गः अस्ति तत्र त्वा प्रत्ययः भवति वा? आगत्वा इति भवता उक्तम्. आगत्य. हा, तर्हि कः प्रत्ययः भवति? त्यप् लेप् प्रत्ययः महोदय. ल्यप् प्रत्ययः, समीचीनं. तर्हि आगत्य, तर्हि वायुना आगत्य सूक्ष्मकणाः, पार्थिवसूक्ष्मकणाः वायुना आगत्य ग्राणं प्रति आगच्छति, तदा इदानीं संयोगः जायते. तर्हि तत्रापि स्व आश्रये संयुक्तसमवेतत्वसम्बन्धेन एव दूरे तिष्ठमान किमिति पुष्पेन सह तत्र पुष्पे विद्यमानगन्धः अनुभूयते. अस्तु, एवमेव त्वगिन्द्रियस्य रसनेन्द्रियस्य अपि, खलु महोदय? आं महोदय. अस्तु, किन्तु इत्युक्ते विप्रकृष्ट इत्युक्ते परोक्ष इत्युक्ते रिमोट् इति अर्थः. अपि च सम्बद्धः, सम्बद्धः इति कीदृशप्रत्ययान्तपदमस्ति महोदय? सम्बद्धः प्रथमं प्रत्ययान्तपदं गतः, आगतः महोदय, पठितः इति तादृशं सम्बद्धः इति अपि तप्रत्ययान्तपदमस्ति. ओ महोदय. हा, तर्हि तत्र नकारलोपः जायते. श्रूयते किल महोदय? बन्ध् नकारः, नकारस्य लोपः जायते, अनिदिताम् हलोपदायाम् इति च इति सूत्रेण कित् कित् प्रत्यये परे नकारस्य लोपः, उपदायां स्थितस्य नकारस्य लोपः जायते. तर्हि यत्र यत्र सम्बद्ध इति पदं दृश्यते, सम्बन्ध इति न पठनीयं, सम्बद्ध इति एव अस्ति. तप्रत्ययः कित् कित् प्रत्ययः अस्ति इति कृत्वा नकारः न श्रोतव्यम्. अस्तु, अग्रे पठतु महोदय. तर्हि इदानीमपि अत्र प्रसङ्गवशात् अन्येन्द्रियाणां तत्र कथम् अन्यानि इन्द्रियाणि कथं वा प्रत्यक्षं जनयति इत्यस्मिन् विषये चिन्तितं, किन्तु अस्माकं मूलप्रश्नस्य उत्तरम् एतावत्पर्यन्तं न लब्धं. कथं वा शब्दः वक्तुः मुखात् श्रोतुः श्रोत्रं प्रति गच्छति इति प्रश्नस्य उत्तरम् एतावद् न लब्धम्. अस्तु, अग्रिमपरिचयं पठतु महोदय. एतादृशविवरणेन इदम् आगतं यत् सर्वत्र यस्य द्रव्यस्य प्रत्यक्षम् इन्द्रियेण जननीयं तद्द्रव्यं ग्राहकेण इन्द्रियेण सम्बद्धं चेद् एव द्रव्यप्रत्यक्षं जायते. गुणानामपि रसादीनां रसनादिना प्रत्यक्षं जननीयं चेत् गुणे तस्मिन् क्रियायाः असम्भवेऽपि तदाश्रयः क्रियावान् आगत्य इन्द्रियेण सम्बद्धो भवति. ततः रसादीनां वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण प्रत्यक्षं स्वं रसनेन्द्रियं तत् संयुक्तः गुडः तत् समवायः माधुर्ये इदमेव सम्बद्धग्राहकत्वम् मेव इन्द्रियाणां प्राप्यकारित्वं इति शास्त्रे प्रसिद्धम्. प्राप्यकारित्वं किम् इति उक्तं महोदय तत्र. अस्तु, तस्मात् पूर्वं किम् उक्तं पङ्क्तिशः न वक्तव्यम्, एतत् सर्वम् अस्माभिः चिन्तितं, केवलं तत्र मूलतर्कः कः इति वदतु. अस्तु, अहं प्रश्नान् पृच्छामि, तस्य उत्तरं वदतु. इदानीं केषां ग्रहणस्य विषये चिन्तनमस्ति? गुणानां खलु? गुणानाम्. आं महोदय. गुणानां ग्रहणस्य विषये अस्माकं चिन्तनं, सम्पूर्णचिन्तनं, रूपस्य ग्रहणं, गन्धस्य ग्रहणं, स्पर्शस्य ग्रहणं, रसनस्य ग्रहणम्, अपि च शब्दस्य ग्रहणं, पञ्चगुणानां ग्रहणं कथं भवति इत्यस्मिन् विषये चिन्तनं. सत्यं. तत्र मूलतर्कः क्रः सोपानेन वदतु. प्रथमं गुणः, गुणे क्रिया भवति वा? न महोदय, द्रव्ये. गुणे क्रिया यदा कदापि न भवति, तर्हि कुत्र क्रिया भवति? द्रव्ये. गुणस्य आधारीभूतद्रव्ये एव भवति इति एकः. अपि च तत्र इतोपि एका निकषा अस्ति, इत्युक्ते तत्र सम्बन्धः भवेत् खलु, इन्द्रियगुणयोः मध्ये सम्बन्धः भवेत्. यदा सम्बन्धः भवति तदा एव ग्रहणं भवति, सम्बन्धं विना ग्रहणं न भवति खलु. सत्यं महोदय. इति अस्ति. तर्हि प्रथमं गुणे क्रिया न भवति, द्वितीयं तत्र सम्बन्धं विना ग्रहणं न भवति, तर्हि स्वयम् इन्द्रियम् इतः तत्र गन्तव्यं, नो चेत् यस्मिन् गुणः अस्ति, यस्मिन् द्रव्ये गुणः अस्ति, तद्द्रव्यं ततः इन्द्रियं प्रति आगन्तव्यं खलु. आं महोदय. तेन कारणेन तत्र सम्बन्धः भवति. सम्बन्धः इत्युक्ते संयोगः, वस्तुतः अत्र इन्द्रियद्रव्ययोः मध्ये संयोगः भवति. संयोगः केन जायते अस्माभिः अधीतं खलु? संयोगः इति गुणः केन जायते? यदा क्रिया अस्ति. क्रियया जायते. क्रियासंयोगजायते. सत्यं. तर्हि क्रियायाः अपेक्षा अस्ति, क्रियां विना संयोगः न जायते. संयोगः नास्ति चेत् ग्रहणं न भवति. गुणे क्रिया न जायते, द्रव्ये क्रिया जायते. तर्हि इन्द्रिये क्रिया भवेत्, नो चेत् गुणस्य आधारीभूतद्रव्ये क्रिया भवेत् खलु महोदय. तदा एव गुणानां ग्रहणं भवति. केन सम्बन्धेन? अत्र सम्बन्धः पठतु. वक्ष्यमाणेन स्वसंयुक्तसमवायसन्निकर्षेण. इति अस्माभिः इदानीमेव उक्तं खलु. अत्र स्वसंयुक्त इति उक्तम्, अत्र स्व आश्रय इति उक्तम् अस्माभिः, किन्तु अत्र स्वसंयुक्त समवाय इति उक्तं, तत्र समवेतम् इति अस्माभिः उक्तं, सन्निकर्षेण प्रत्यक्षं जनयति. तर्हि प्राप्यकारित्वम् इत्युक्ते किम्? तद् सम्बन्धं यदस्ति, यस्य सम्बन्धेन गुणग्राहकत्वम् अस्ति, तद् प्राप्यकारित्वं. सम्बद्धग्राहकत्वं, सम्बद्धग्राहकत्वम् इत्युक्ते सम्बन्धस्य एव ग्रहणम्. तेन सम्बन्धेन गुणस्य ग्रहणं भवति इति कृत्वा तदेव प्राप्यकारित्वम् इति शास्त्रे प्रसिद्धम्. तर्हि सर्वैः अवगतं वा? पुनः एकवारं स्वशब्दैः वदति वा महोदय? आं महोदय, गुणा गुणान् ये सन्ति तस्य ग्राहकत्वं कथं भवेत् इति चिन्ता अस्ति. साक्षात् संयोगेन जायते चेत् न, किमर्थं चेत् क्रिया आवश्यकमस्ति. क्रिया गुणेषु न जायते, क्रिया तद् गुण आश्रयद्रव्यं यदस्ति, द्रव्याश्रयगुणं यत्र वर्तते तद् द्रव्ये क्रिया जायते. अग्रिमं तत् क्रिया इन्द्रियं वा नास्ति चेत् तत् वस्तु यदस्ति तत्र क्रिया भवति. यदा सम्बद्धः तद् संयोगः जायते तदा तस्य ग्राहकत्वं भवति. तद् ग्राहकत्वं स्वसंयुक्तस्तमवाय सन्निकर्षसम्बद्धेन प्रत्यक्षं भवति इन्द्रिये. अस्तु, समीचीनं. तर्हि सम्बद्धः आवश्यकी अस्ति, सम्बद्धं विना ग्रहणं न भवति. सम्बद्धः इत्युक्ते अत्र संयोगः, संयोगः क्रियया एव जायते. तर्हि क्रिया भवेत्, इन्द्रिये क्रिया भवेत्, नो चेत् द्रव्ये क्रिया भवेत्. तर्हि यदा द्रव्ये वा इन्द्रिये वा क्रिया भवति तदा क्रियया सम्बद्धः जायते. कीदृशसम्बद्धः इत्युक्ते स्वसंयुक्तसमवायसन्निकर्षसम्बद्धः जायते, तदेव प्राप्यकारित्वम् इति वदामः. अस्तु, तर्हि इदानीमपि अस्माकं प्रश्नस्य मूलप्रश्नस्य उत्तरं न लब्धम्. अस्तु, तर्हि तस्मिन् विषये एव अग्रे पाठः गच्छति. शिवराम महोदय पठति वा शब्दप्रत्यक्षस्तरे? तर्हि का गतिः? आं, शब्दप्रत्यक्षस्थले तर्हि का गतिः? इदञ्च सर्वं श्रोत्रेण शब्दप्रत्यक्षजनने कथं स्यात्? शब्दः स्वयं गुणरूपः न, क्रियावान् इति न, पुष्पकणानां ग्रहणदेशे आगमनवत् तस्य श्रोत्रं प्रति आगमनं सम्भवति न अपि चक्षुः इन्द्रियवत् अत्रत्यम् इन्द्रियं प्रभवति यातुं तस्य विभुत्वात् क्रियारहित्वात् क्रियारहितत्वात्. तर्हि रसादौ यथा गुडः आश्रयः एव रसनां प्रति याति तथा इह अपि शब्दाश्रयक्षोत्रं प्रति आयातु इति चेत् न उक्तं शब्दस्य आकाशगुणत्वम्. किञ्चित् वदति वा? अधुना अत्र प्रश्नः उदेति शब्दप्रत्यक्षजनने कथं स्यात्? क्षोत्रेण क्षोत्रेन्द्रियेण शब्दस्य ज्ञानं कथं भवति इति अत्र प्रश्नः. तर्हि शब्द इति प्रश्नः अस्ति. शब्दः स्वयं गुणरूपः नास्ति, क्रियावान् अपि नास्ति. यथा घ्राणदेशे पुष्पकणानां आगमनेन तत्र तस्य गन्धस्य ज्ञानं भवति, तत्प्रकारेण शब्दः गुणरूपः अपि नास्ति, क्रियावान् अपि नास्ति. न अपि चक्षुरिन्द्रियवत् अत्रत्यम् इन्द्रियं प्रभवति यातुम्. एकनिमिषं महोदय, शब्दः गुणरूपः नास्ति इति उक्तं वा भवता? गुणरूपः एव खलु? गुणरूपः, आम्, शब्दः स्वयं गुणरूपः, न क्रियावान्, क्रियावान् न, गुणे क्रिया न भवति खलु? आमाम्. अनन्तरं न अपि चक्षुरिन्द्रियवत् अत्रत्यम् इन्द्रियं प्रभवति यातुम्. अत्रत्य इत्युक्ते अत्रत्यं नाम क्षोत्रेन्द्रियेण. समीचीनं, श्रोत्रेन्द्रियम् इतः तत्र न गन्तुं शक्यते. आमां, शब्दः तु ततः अत्र न आगन्तुं शक्यते. शब्दस्य आधारीभूतद्रव्यं किम्? शब्दः कुत्र वर्तते? आकाशे. आकाशः अपि आकाशे अपि क्रिया न भवितुम् अर्हति. आम्, विभुत्वात् क्रियारहित्वात् क्रियारहितत्वात् विभुत्वात् तस्य तस्मिन् क्रियाराहित्वमस्ति इति कृत्वा इदानीमपि प्रश्नः अस्ति. अस्तु, तर्हि अग्रे पठतु महोदय. शब्दस्थले हि अयं विशेषः यत् ग्राहकस्य श्रोत्रेन्द्रियस्य गुण एव शब्दः नेतरस्य. रसनादौ तु ग्राहकं रसना, न तद्गुणः माधुर्यं, किन्तु गुणस्य गुणः इह ग्राहकः आकाशः, श्रोत्रावच्छिन्नः आश्रयोऽपि च आकाशः. तस्य निष्क्रियत्वात् न तदा अगमनं श्रोत्रदेशे सम्भवति. अतः कश्चन उपायः वैशेषिकैः कल्पितः, स एव शब्दज शब्दः इत्युच्यते. एतावता निरूपितं विषयं चित्रद्वारा पश्यामः. अस्तु, अत्र अस्मिन् परिच्छेदे किं लिखितमस्ति? शब्दस्थले हि अयं विशेषः यत् ग्राहकस्य श्रोत्रेन्द्रियस्य गुणः एव न इतरस्य. अत्र द्वितीयवाक्यं पठतः. शब्दवाक्यस्य अवगमनं भवति इतोपि. द्वितीयवाक्यं रसनादौ तु ग्राहकं रसना, न तद्गुणः माधुर्यः, किन्तु गुणस्य गुणः. इत्युक्ते किं? माधुर्यं गुणस्य गुणः अस्ति, न रसना न रसनायाः गुणमस्ति वा इति अर्थः? समीचीनं, तदेव. बहु समीचीनं, तदेव. इत्युक्ते रसनेन्द्रियेण माधुर्यं गृह्यते खलु, तर्हि माधुर्यं कस्य इति चेत् गुडस्य. गुडस्य माधुर्यम्. अन्यस्य गुणः एतेन इन्द्रियेण गृह्यते. रसनेन्द्रियेण अन्यस्य अन्यस्य गुणस्य ग्रहणं भवति. किन्तु इदानीं श्रोत्रेन्द्रिये का गतिः इति चेत् गुणः कः? आकाशः. गुणः कः? शब्दः. गुणः कस्य? शब्दः आकाशस्य. तर्हि इदानीं श्रोत्रेन्द्रियमपि आकाशमेव खलु साक्षात्? आम्. तर्हि शब्दः इति गुणः श्रोत्रेन्द्रियस्यापि इति भेदः अस्ति खलु अस्मिन् सन्दर्भे. सामान्यतया अन्ये स्थितमानगुणः एव अन्ये तिष्ठमानगुणः एव अन्येन इन्द्रियेण गृह्यते. गुडे यः माधुर्यं तिष्ठति तस्य ग्रहणं रसनेन्द्रियेण क्रियते. किन्तु इदानीं श्रोत्रेन्द्रियम् आकाशीयं. श्रोत्रेन्द्रियः इत्युक्ते किम्? आकाशः एव. तर्हि शब्दः अग्रिमवाक्यमेव कुत्र अस्ति? शब्दः आकाशस्य. तस्यैव. तर्हि स्वस्य गुणं स्वस्य गुणस्य ग्रहणं स्वेन इन्द्रियेण कर्तव्यम् इति स्थितिः अस्ति अत्र. इति वैचित्र्यमस्ति अत्र. आकाशः श्रोत्रावच्छिन्ना आश्रयोऽपि आकाश. तर्हि शब्दः कुत्र अस्ति? आकाशे अस्ति. शब्दस्य गुणः एव क्षम्यताम् आकाशस्य गुणः एव शब्दः. तर्हि श्रोत्रेन्द्रियमपि आकाशीयम् एव आकाशः एव इति कृत्वा स्वस्य गुणस्य एव ग्रहणं स्वेन कर्तव्यम् इति तादृशसन्दर्भः अस्ति. तर्हि तदर्थं किं कृतं नैयायिकैः? कः उपायः कृतः? शब्दज शब्दः इति. शब्दज शब्दः इति कश्चन कल्पनं कृतं नैयायिकैः. तर्हि मुखे विद्यमान ताल्वादि अभिघातात् प्रथमशब्दः जायते. तेन शब्देन द्वितीयशब्दः जायते, तेन द्वितीयशब्देन तृतीयशब्दः जायते, तेन तृतीयशब्देन चतुर्थः शब्दः जायते इति तादृशं तादृशप्रक्रिया कल्पिता अस्ति नैयायिकैः, शब्दज शब्दः इति. तर्हि तत् कथं भवति इति अत्र चित्ररूपेण चित्रद्वारा पश्यामः इति उक्तं. तर्हि अग्रे पठतु महोदय. घट प्रत्यक्षं संयोगेन रूपक्रिया घटत्वानां प्रत्यक्षं स्वसंयुक्तसमवायेन. अत्र चित्रमस्ति, किञ्चित् वदति वा अत्र किं लिखितमस्ति इति? घटप्रत्यक्षं संयोगेन घटस्य प्रत्यक्षज्ञानं संयोगेन भवति. केन सह संयोगः? रूपक्रिया घटत्वानां प्रत्यक्षं स्वसंयुक्त. अत्र इन्द्रिय इन्द्रियं घट इन्द्रियमस्ति चक्षु. तर्हि चक्षु तर्हि घटस्य अयं घटः इति प्रत्यक्षम् अस्ति चेत् तत्र संयोगः भवति एतयोः मध्ये. वदतु महोदय. चक्षुः तथा घट एतयोः मध्ये संयोगसम्बन्धः भवति वा? हा सत्यं, चक्षुरिन्द्रियम् इति साक्षात् तेजसं तैजसमस्ति खलु, तेजः. चक्षुः इत्युक्ते तेजः, तेजः इति द्रव्यं, घटः इति पार्थिवद्रव्यं. तेजपार्थिवयोः मध्ये संयोगः एव भवति खलु. तर्हि तत्र परम्परासम्बन्धः इति किमपि नास्ति, साक्षात् संयोगसम्बन्धः. किमर्थमित्युक्ते चक्षुः बहिः गच्छति खलु घटं प्रति, घटं प्रति गत्वा साक्षात् संयोगः भवति तत्र. अतः एव उक्तं घटप्रत्यक्षं संयोगेन. अत्र परम्परासम्बन्धः किमपि नास्ति, साक्षात् संयोगसम्बन्धेन घटप्रत्यक्षं भवति. किन्तु घटे विद्यमानरूपं यदस्ति तत्र केन सम्बन्धेन भवति प्रत्यक्षम्? रूपं समवायसम्बन्धेन भवति वा? स्वसंयुक्तसमवायसम्बन्ध. समीचीनम्. अत्र स्व इत्युक्ते किं? स्व नाम चक्षुः वा? चक्षुरिन्द्रियं. समीचीनं, चक्षुरिन्द्रियं. चक्षुरिन्द्रियं इत्युक्ते अत्र चक्षुरिन्द्रियं. चक्षुरिन्द्रियं स्वसंयुक्तम् इत्युक्ते किम्? स्वसंयुक्तं कुत्र भवति? स्वसंयुक्तत्वं कुत्र भवति? घटे भवति न चक्षु. बहु समीचीनं, बहु समीचीनं. घटे घटे तर्हि घटे किं समवेतमस्ति, समवायसम्बन्धेन किम् अस्ति? घटे घटत्वम् अस्ति न. इदानीम् अस्माकं प्रत्यक्षस्य विषयः कः? रूपमस्ति खलु? रूपमस्ति. आम् आम्, रूपं. रूपं समवायसम्बन्धेन घटे रूपमस्ति. आमां, तर्हि स्वमिति चक्षुरिन्द्रियं, स्वसंयुक्तम् इति घटः, स्वसंयुक्तसमवाय समवेतं नो चेत् समवाय इति रूपं. तर्हि स्वसंयुक्तसमवेतत्व समवायसम्बन्धेन रूपप्रत्यक्षं जनयति चक्षुरिन्द्रियम्. एवमेव यदि घटे क्रिया जायते, क्रिया अपि घटे समवायसम्बन्धेन अस्ति खलु, तर्हि तत्रापि घटे विद्यमानक्रियायाः अपि प्रत्यक्षं स्वसंयुक्तसमवायसम्बन्धेन एव कारयति चक्षुरिन्द्रियम् इति अत्र लिखितम्. अस्तु, बहु समीचीनं महोदय. अग्रे, इदानीमपि अत्र केवलं शब्दजशब्दः इति एव उक्तं, तत्र प्रक्रिया का इति न उक्तं. तस्मात् पूर्वम् अन्येषां प्रक्रिया कथं जायते इति पठन् सन्तः वयम्. अस्तु, मुरळीमहोदय अग्रे पठति वा रसनेन्द्रियम्? महोदय, मम कण्ठे सम्यक् नास्ति कण्ठम्. अस्तु अस्तु, तर्हि शृणोति वाद्य? आम् महोदय. अस्तु, समीचीनं. तर्हि मेहुल् महोदय भवान् पठतु महोदय अग्रे. आम् महोदय. रसनेन्द्रियं न द्रव्यग्राहकम्, अतः गुडः तेन न गृह्यते, रसस्य प्रत्यक्षं स्वसंयुक्तसमवायेन अस्तु. अत्रापि रसनेन्द्रियेण किमपि द्रव्यस्य ग्रहणं न कर्तुं शक्नुमः. अतः उदाहरणरूपेण यदि गुडः इति वयं खादामः चेत् तत्र गुडे यः माधुर्यम् इति गुणः अस्ति तस्य वयं प्रत्यक्षं कर्तुं शक्नुमः. परन्तु अतः रसनेन्द्रियेण किं भवति, माधुर्यस्य प्रत्यक्षं भवति, तर्हि तत्र सम्बन्धः कः इत्युक्ते स्वसंयुक्तसमवाय इति सम्बन्धः. स्व इत्युक्ते रसनेन्द्रियं, तत् संयुक्तं तस्य गुडेन सह संयोगः भवति, अतः स्वसंयुक्त स्वसंयुक्तत्वं गुडे अस्ति. अग्रे गुडे माधुर्यम् इति गुणः अस्ति समवायेन, अतः स्वसंयुक्तसमवायत्वं माधुर्य अस्ति. अतः रसनेन्द्रियं स्वसंयुक्तसमवायसम्बन्धेन माधुर्ये अस्ति. बहु समीचीनम्. अस्तु, तर्हि अत्रापि परम्परासम्बन्धः उक्तः, स्वसंयुक्तसमवायत्वमेव. किन्तु अत्र वैशिष्ट्यं किम् इति चेत् द्रव्यस्य ग्रहणं भवति इति एकम्, अपि च साक्षात् द्रव्यं तत्र इन्द्रियं प्रति आगन्तव्यं, तत्रैव क्रिया भवति. अस्तु, अग्रे महोदय. अग्रे ग्रहणेन्द्रियमपि न द्रव्यग्राहकम्, अतः पुष्पं तत् कणाः वा न ग्राणेन्द्रियेण गृह्यन्ते. इत्थमेव अपि च तर्हि तत्रापि समाने एव ग्राणेन्द्रियेण अपि द्रव्यस्य ग्रहणं न कर्तुं शक्नुमः. अतः यदि पुष्पम् अपि च तत् कणः यदि ग्राणेन्द्रियं प्रति आगच्छति तर्हि ग्राणेन्द्रियेण तत् पुष्पस्य कणाः पुष्पकणाः गृह्यन्ते. अतः एव वयं गन्धस्य प्रत्यक्षम् अथवा ज्ञानं कर्तुं शक्नुमः, अनुभवामः. अतः तदेव तत्रापि स्व संयुक्तसमवायसम्बन्धः अस्ति. गन्धः अपि च घ्राणेन्द्रियं नासिका अपि च घ्राणेन्द्रियम् अपि च गन्धः मध्ये. सत्यं, तत्रापि स्वसंयुक्तसमवायसम्बन्धेनैव ग्रहणं भवति. अग्रे इत्थमेव त्वगिन्द्रियस्थले अपि चिन्त्यं, परन्तु तत् चक्षुर्वत् आश्रयं द्रव्यमपि गृह्णाति इति. तत्र त्वगेन्द्रियस्थले अपि तद् तथैव भवति, परन्तु तत्र वयं यत् द्रव्य गुणस्य आश्रयः द्रव्यः द्रव्यम् अस्ति तस्य अपि वयं त्वगेन्द्रियेण ग्रहणं कर्तुं शक्नुमः. तदेव तत्र भेदः, अन्यथा सर्वं समान एव. सत्यं, तर्हि चक्षुरिन्द्रियेण त्वगिन्द्रियेण द्रव्यस्य ग्रहणं, तस्मिन् विद्यमानगुणस्यापि ग्रहणं भवति, किन्तु ग्राणेन्द्रियेण रसनेन्द्रिये तादृशं न भवति. अस्तु, इदानीमपि अस्माकं प्रश्नस्य उत्तरम् अस्तु. अग्रे पठतु महोदय. आं, तदेव अग्रे यः चित्रः अस्ति तत्र तदेव दर्शितं. श्रोत्रम् इति चक्षुर्वत् गन्तुं न प्रभवति, अपि च पुष्पकणवत् आगन्तुं न प्रभवति. तत्र मुखावच्छिन्नाकाशः आकाशः कशब्दः तत् कशब्दः मुखे मुखात् आगतः, अपि च परन्तु तत् श्रोत्रेन्द्रियं प्रति न आगन्तुं शक्नोति, अपि च श्रोत्रेन्द्रिय मुखे यः शब्दः अस्ति तं प्रति न गन्तुं शक्नोति. अतः शब्द च शब्दं नैयायिकाः वैशेषिकाश्च अङ्गीकुर्वन्ति. अकशब्दः इत्युक्ते किमपि यदि वयं वदामः चेत् तदेव खलु. प्रथम इत्युक्ते क इति, तस्य नाम ए बि सि इति वदामः खलु, तादृशं क इति शब्दः. प्रथमशब्दस्य नाम अस्ति कशब्दः. कशब्देन द्वितीयशब्दः जायते च इति शब्दः. तावदेव, कशब्दः इत्युक्ते किम् इति अत्र भ्रमः मास्तु. अस्तु, अग्रे पठतु महोदय, परिच्छेदं पठतु. अस्तु, कथं तेन शब्दप्रत्यक्षम् इति चेत् उच्यते, कण्ठताल्वाद्यभिघातेन यन्मुखदेशावच्छेदेन आकाशे यः शब्दः उत्पद्यते सः स्वं परितः सर्वासु दिक्षु दशशब्दान् उत्पादयति. तेऽपि च उत्पन्नाः सन्तः अग्रिमक्षणे स्वस्य दशसु दिक्षु दशशब्दान् उत्पादयन्ति. एवं क्रमेण अनेकेषु शब्देषु उत्पन्नेषु कश्चित् शब्दः श्रोतुः कर्णदेशे अपि उत्पद्यते, अतः तस्य समवायसन्निकर्षेण प्रत्यक्षं भवति। अस्यां च प्रक्रियायां न श्रोत्रे नापि मुखावच्छिन्नं छिन्न न भसि क्रिया अवच्छिन्नं न भसि क्रिया स्वीकार्या भवति इति न दोषः। अस्तु, अत्र शब्दज शब्दम् इति किम् इति तत्र दत्तं। नैयायिकाः अपि च वैशेषिकाः एतत् सिद्धान्तं अङ्गीकुर्वन्ति, सिद्धान्तः अङ्गीकुर्वन्ति। तेन किं भवति, तेन शब्दप्रत्यक्षं भवति। तर्हि कथं भवति? प्रथमं तु कण्ठतालु इति इत्यादि अवयवे यदि घातः भवति, अभिघातः भवति, तेन मुखे मुखदेशावच्छिन् अवच्छेदेन यः आकाशः अस्ति तत् आकाशे शब्दः उत्पद्यते। प्रथमक्षणे शब्दः उत्पद्य मुखे शब्दः उत्पद्यते, अनन्तरं सः शब्दः स्वयमेव स्वयं परितः तस्य परितः सर्वासु दश दिक्षु अन्यान् शब्दान् उत्पादयति अग्रिमक्षणे। अनन्तरं ते शब्दाः पुनः स्वस्य दशसु दिक्षु पुनः अन्य दश शब्दान् उत्पादयन्ति। तत् क्रमेण एवं क्रमेण एव अनेकेषु शब्देषु उत्पन्नेषु अनेकेषु शब्देषु उत्पन्नाः भवन्ति। अन्ततो गत्वा कश्चित् शब्दः यः श्रोतुः श्रोता अस्ति तस्य कर्णदेशे अपि नूतन शब्दाः उत्पद्यते, अतः ते शब्दाः अधुना सन्निकर्षः भवति कर्णदेशे। अतः केन सम्बन्धेन सन्निकर्षः भवति? समवायसम्बन्धेन समवायसन्निकर्षेण तस्य शब्दस्य प्रत्यक्षं कर्णे अथवा श्रोत्रेन्द्रियेण भवति तदेव अत्र अस्यां च प्रक्रियायां न श्रोत्रे एतत् क्रिया यदि श्रोत्रे अपि श्रोत्रे यदि स्वीकुर्मः चेत् तत्र कोऽपि नो दोषः न भवति, नापि मुखावच्छिन्ननभसि क्रिया स्वीकार्या भवति इति न दोषः, तत्र दोषः नास्ति एतत् प्रक्रिया दोषः नास्ति। मुखावच्छिन्ननभसि क्रिया कः दोषः नास्ति इति न अवगच्छामि, कः दोषः? अस्तु, अत्र सम्बन्धः नास्ति चेत् प्रत्यक्षं न भवति खलु? आम्, सत्यं सम्बन्धः नास्ति चेत् प्रत्यक्षं न भवति। सम्बन्धः इत्युक्ते संयोगः केन जायते? क्रियया जायते। तर्हि क्रिया नास्ति चेत् सम्बन्धः न भवति, सम्बन्धः नास्ति चेत् प्रत्यक्षं न भवति इति कृत्वा अत्र क्रिया जायेत किन्तु आकाशे क्रिया न भवितुम् अर्हति इति तादृशक्लिष्टकरस्थितिः आसीत् खलु? तर्हि अनया प्रक्रियया किं जातं? क्रिया विना अपि इदानीं शब्दः श्रोत्रं प्रति आगतम्। आम् आम्, सत्यं तदेव। शब्द एकशब्देन अग्रिमशब्दः कथम् उत्पादयति इति तत्र कल्पना एव अस्ति। तर्हि केवलम् अत्र इतोपि एकं वक्तव्यं स्पष्टार्थम्, इदानीं द्वितीयशब्दः कुत्र उत्पद्यते तदेव वदतु महोदय। क शब्देन कुत्र शब्दः उत्पद्यते खलु, तत् कुत्र उत्पद्यते? तत्तु दशसु दिक्षु उत्पद्यते। इत्युक्ते तस्मिन्नेव देशे नास्ति, मुखदेशे नास्ति, तस्मात् किञ्चित् अग्रदेशे। अग्रदेशे, आम्, सम्यक्। तर्हि क शब्दः यस्मिन् देशे अस्ति तत्रैव च शब्दः नास्ति, किञ्चित् अग्रदेशे। तर्हि च शब्दः यस्मिन् देशे अस्ति तत्र ट शब्दः नास्ति, किञ्चित् अग्रदेशे। तदेव मुखावच्छिन्ननभसि। तर्हि एतादृशं किञ्चित् अग्रदेशं गत्वा इदानीं श्रोत्रदेशं प्रति आगच्छति। आगच्छति कर्णदेशात्, कर्णदेशं कर्णनभः नभः इत्युक्ते आकाशः, तर्हि तत्र आगच्छति, तर्हि इदानीं तत्रैव तत्रापि आकाशः अस्ति, तत्रैव इदानीं शब्दः अस्ति इति कृत्वा ग्रहणं भवितुम् अर्हति एव. अत्र सम्बन्धः समवायसम्बन्धः, अत्र किमपि परम्परासम्बन्धः नास्ति, साक्षात् समवायसम्बन्धः. श्रोत्रेन्द्रियम् आकाशीयं, तत्रैव यस्मिन् देशे श्रोत्रेन्द्रियमस्ति तस्मिन्नेव देशे इदानीं शब्दः अस्ति इति कृत्वा समवायसम्बन्धेन तस्य ग्रहणं करोति श्रोत्रेन्द्रियम् इति कृत्वा अस्यां प्रक्रियायां किमपि दोषः न वक्तुं शक्यते. सम्बन्धः अपि अस्ति, क्रिया अपि नास्ति, क्रियां विना सम्बन्धः अत्र कृतः. किञ्चित् भिन्न विचित्ररूपेण क्रिया इति क्लेशः अस्ति. कः क्लेशः भगिनि? कडेशील लास्ट् समवायसम्बन्धेन वितौट् क्रिया. हा, इदानीं शब्दं कुत्र आगतम्? आकाश, आकाशं तत्र श्रोत्रं प्रति आगतम्. आम् आम् खलु. कथं गृहीत्यते? कथं समवायसम्बन्धः अस्ति खलु. इन्द्रियस्य तादृशशक्तिः अस्ति, इन्द्रियम् आकाशीयम् अस्ति, द्रव्यमस्ति, तस्य गुणग्राहकत्वमस्ति, श्रोत्रेन्द्रियस्य गुणग्राहकत्वमस्ति. गुणः कः? गुणः शब्दः. शब्दः कुत्र अस्ति? आकाशे अस्ति. यस्मिन् आकाशे श्रोत्रेन्द्रियमस्ति तस्मिन् आकाशे एव इदानीं शब्दः आगतः इति कृत्वा समवायसम्बन्धेन तस्य ग्रहणं करोति. अस्तु, सर्वे चिन्तयन्तु, सर्वे चिन्तयन्तु, तदनन्तरम् इदानीम् अग्रे इदानीं पूर्वपक्षी पृच्छति, भवान् किं वदति? इदानीं गुणेन अन्यः गुणः जायते, तादृशम् अन्यत्र यत्र कुत्रापि दृष्टं वा? गुणेन गुणः जायते इति अस्माभिः दृष्टमेव, तर्हि तद् उदाहरणत्वेन उक्त्वा भवतु. अस्मिन् सन्दर्भे भवति चेत् एतस्मिन् सन्दर्भे किमर्थं नास्ति इति उक्त्वा पाठः अग्रे गच्छति. अग्रिमवर्गे एतस्य पठनं कुर्मः. अस्तु, सर्वेषां नमस्कारः, धन्यवादाश्च. नमस्कारः.